अस्तु, नमस्कारः. सर्वेषां स्वागतम् अस्माकं न्यायशास्त्रवर्गे. प्रथमं मम एकः प्रश्नः अस्ति. गते सप्ताहे वयं चित्रत्रयम् इति विषये चर्चितवन्तः खलु. तत्र अन्योन्यभावस्य घटविषये अन्योन्यभावः अस्ति चेत् एकं चित्रम् अपि च घटस्य अत्यन्त अभावस्य एकं चित्रम् अपि च वायौ रूपं नास्ति इति एकं चित्रम् इति. तत्र कोऽपि चित्रं रचितवन्तः रचितवान् वा रचितवती वा नो चेत् कापि त्रिषु विषयेषु अपि. अहं रचितवती, किन्तु प्रश्नः अस्ति. अस्तु, कुत्र प्रश्नः अस्ति? तत्र घटः अस्ति, भूतले घटः अस्ति इति एकं चित्रं, घटः नास्ति इति एकं चित्रम् अस्ति किल, तयोः भेदः कथं प्रदर्शयति इति. तत्र भूतले घटः नास्ति इति एकं प्रथमचित्रं खलु. तत्र अन्योन्य क्षम्यताम् अत्यन्त अभावः भूतले घटः नास्ति इति. अन्योन्यभावस्थले तत्र घटो पटः न इति. पुस्तकम् इति तत्र सम्बन्ध तत्र कथम् अवच्छिन्न अवच्छेदकं कथं भवति इति कोऽपि वक्तुं शक्नोति वा? तादात्म्यसम्बन्धेन. सत्यं, तादात्म्यसम्बन्धेन. तर्हि तत्र घटः भूतले नास्ति इति चेत् तत्र सम्बन्धः कः? संयोगसम्बन्धः. उत्तमं. घटः पटं न इत्युक्ते तत्र तत्र घटे कीदृशसम्बन्धः अस्ति? समवायसम्बन्धः. घटः पटौ न इति अन्योन्यभावः सत्यं, तत्र परन्तु तत्र कीदृशसम्बन्धः अस्ति घटे? तादात्म्यसम्बन्धः. तर्हि तत्र तत्र प्रतियोगिता कुत्र अस्ति? घटे अस्ति प्रतियोगिता. तर्हि प्रतियोगिता केन अवच्छिन्ना भवति? तादात्म्यसम्बन्धेन अवच्छिन्ना भवति. तर्हि तथा एव तत्र भेदः स्थापितुं शक्नुमः. भगिनि एकनिमिषम्, ऐ थिङ्क् ऐ कम् टु द राङ्ग् क्लास्. मीना, सो यु आर् रैट्, ऐ मीन् द राङ्ग् क्लास्. ऐल् सैन् आफ़्. थेङ्क् यु. अस्तु, आं तदेव. अस्तु, धन्यवादः भगिनि. अस्तु, तर्हि इदानीं किञ्चित् अद्य किञ्चित् पुनस्मरणं कृत्वा अग्रे सरामः. तर्हि सर्वेषां प्रायः लेखनी अपि च किमपि पुस्तकं वा पूटं वा आनयतु. तर्हि तत्र तस्य किञ्चित् तत्र किञ्चित् चित्रं रचित्वा अग्रे सरामः. तर्हि अस्माकं प्रथमचित्रमस्ति यज्ञदत्तः आसन्दे उपविष्टः इति. इत्युक्ते यज्ञदत्तः आसन्दे उपविशति खलु. तर्हि वयम् आरम्भतः यदा न्यायशास्त्रपठनम् आरम्भं कृतवन्तः तस्मिन् समये एव ससम्बन्धिकाः शब्दाः इति पठितवन्तः. तत्र भिन्नभिन्नरीत्या तत्र ससम्बन्धिकशब्दाः इति पुनः पुनः आगच्छति खलु, तत्र निरूपित निरूपकभावः, अधिकरणमाधेयता, प्रतियोगिता, अनुयोगिता इति तत्र पुनः पुनः आगच्छति. तर्हि ते तस्मिन् विषये आरम्भतः वयं चिन्तितवन्तः एव. तर्हि इदानीं चिन्तयतु, यज्ञदत्तः आसन्दे उपविशति इति वाक्यमस्ति चेत् तत्र चित्रं कथं भवति? रामप्रिया भगिनी भवती एव वदतु, तत्र यज्ञदत्तः कुत्र अस्ति, आसनं कुत्र अस्ति, आसन्दे किम् अस्ति, यज्ञदत्ते किम् अस्ति, एतत् सर्वं किञ्चित् वदतु. आसन्दे अधिकरणता अस्ति. यज्ञदत्ते आधेयता अस्ति. उत्तमम्. यज्ञदत्तनिष्ठ आधेयता निरूपित अधिकरणता अधिकरणता आश्रयः आसनम्. उत्तमम्, अति उत्तमम्. इदानीं राजी भगिनी भवती वदतु, यज्ञदत्तः कीदृशः इति प्रश्नः चेत् तस्य उत्तरं किम्? यज्ञदत्तः कीदृशः? इदानीं यत् रामप्रिया भगिनी उक्तवती तदस्ति. आसनं कीदृशम् इत्युक्ते यद् रामप्रिया भगिनी उक्तवती तदेव सा उक्तवती. इदानीं यज्ञदत्तः कीदृशः इति प्रश्नः चेत् अधिकरणनिरूपित आसननिष्ठ. एकक्षणं भगिनि, यज्ञदत्तः कीदृशः इति प्रश्नः चेत् आरम्भं कुत्र भवति, आसने कस्मात् आरम्भं भवति? आसन्दतः खलु. तर्हि आसन्दे निष्ठ आसननिष्ठ आसननिष्ठ अधिकरणता निरूपित आधेयता यज्ञदत्तः आधेयता आश्रित यज्ञदत्तः आदेयता आश्रयः यज्ञदत्तः आश्रयः यज्ञदत्तः अथवा आदेयतावान् यज्ञदत्तः. अस्तु, सुनील् महोदय इदानीम् आदेयता कीदृशी इति प्रश्नः चेत् उत्तरं किम्? आदेयता आश्रित यज्ञदत्तः न न आदेयता न प्रश्नः अस्ति, आदेयता कीदृशी इत्युक्ते अस्माकं लक्ष्यं किम्, आदेयता इति विषयनिरूपणं. तर्हि कथम् आदेयता इति आसननिष्ठ अधिकरणता यज्ञदत्त निष्ठ आधेयता. पुनः वदतु महोदय सम्पूर्णवाक्यम्. आसननिष्ठ अधिकरणता निरूपिता यज्ञदत्तनिष्ठ आधेयत. उत्तमम्, अति उत्तमं, तावदेव. पुष्पा भगिनी इदानीं भवती वदति वा, अधिकरणता कीदृशी इति प्रश्नः चेत्? अधिकरणता कीदृशी चेत् कोऽपि आसनम् अधिकरणता यज्ञदत्तः आसनं. न भगिनी एकक्षणं, भगिनी एकक्षणम्. इदानीं सुनील् महोदय उक्तवान् खलु आदेयता कीदृशी इत्युक्ते एकं वाक्यम् उक्तवान् सः, आसनात् आरभ्य आदेयतापर्यन्तं खलु, तत्र एका शैली आसीत्, तादृशी शैली उपयुज्य तादृशीं शैलीम् उपयुज्य भवती इदानीं भवत्या वक्तव्यमस्ति अधिकरणता कीदृशी इति प्रश्नस्य उत्तरं. तत्र यज्ञदत्तः इति अस्ति खलु, तस्मात् आरम्भं करणीयं, तदेव अस्माकं कुञ्चिका अस्ति. यज्ञदत्तः न न न न आदेयता यज्ञदत्त यज्ञदत्त आदेयत इति चेत् मध्ये किमपि स्थापनीयं खलु, नो चेत् तत्र यज्ञदत्त आदेयत तयोः सम्बन्धः कः, तत्र किमपि स्थापनीयं खलु, निष्ठ वान् वा आश्रयः वा इति. न न भगिनि, यज्ञदत्त इति भगिनि यज्ञदत्त इति भवती उक्तवती, यज्ञदत्त अनन्तरं किमपि अन्य किमपि स्थापनीयं खलु, किम् आगच्छति, यज्ञदत्त निष्ठ आदेयत वा, यज्ञदत्त आश्रय आदेयत वा, किम् आगच्छति अत्र? यज्ञदत्त आश्रय निष्ठ सत्यं, यज्ञदत्तनिष्ठ आदेयत आसने अधिकरणता आसने सत्यम् इद एकक्षणं, यज्ञदत्तनिष्ठ आदेयत आसने अधिकरण अपि अस्ति सत्यं, परन्तु तद् नास्ति अस्माकं विषयम् इदानीं खलु, तद् नास्ति अस्माकं विषयः इदानीं. यज्ञदत्तनिष्ठ आदेयत निष्ठ आदेयत किं करोति? यज्ञदत्तनिष्ठ आदेयत किं करोति? तत्र ससम्बन्धिकशब्दाः इत्युक्ते तत्र एकशब्दः अन्यशब्दं प्रति किमपि कार्यं करोति खलु, किं कार्यमस्ति तद्, अन्य कोऽपि वक्तुं शक्नोति वा, साहाय्यं कर्तुं शक्नोति वा? उत्तमम्, अति उत्तमम् इत्युक्ते तत्र यज्ञदत्तनिष्ठ आदेयत इति यद् भवती उक्तवती तद् निरूपयति आसननिष्ठ अधिकरणता खलु, तर्हि तत्र यज्ञदत्तनिष्ठ आदेयत निरूपिता आसननिष्ठ अधिकरणता इति भवती इदानीं पुनः वक्तुं शक् इदानीं भवती वक्तुं शक्नोति वा? हा हा, यज्ञदत्त आदेयत निरूपिता आसन अधिकरणता तावदेव, एकक्षणं तावदेव भगिनी, परन्तु पुनः भवती तदेव दोषः कृतः भवत्या, तत्र आसन अधिकरणता आसन अधिकरणता मध्ये किमपि स्थापनीयं खलु, किम् आगच्छति अत्र? यथा यज्ञदत्तनिष्ठ आदेयत तथा आसन निरूपिका न आसननिष्ठ अधिकरणता खलु, यज्ञदत्तनिष्ठ आदेयत निरूपिता आसननिष्ठ अधिकरणता, इदानीं स्पष्टं वा? एकवारं वदतु, एकवारं वदतु. यज्ञदत्तनिष्ठ आधेयत निरूपिता आसननिष्ठ अधिकरणता. एतत् वयं प्रथमकक्षायामेव कृतवन्तः, प्रथम वा द्वितीयकक्षायां वा कृतवन्तः एतत्तु, एतत् अस्माकं मनसि स्पष्टतया भवेत्, नो चेत् यद् अग्रे वयं पठिष्यामः तत्तु तस्य अवगमनं सम्यक् न भवति, चेत् एतदेव आधारः अस्ति तत्र, यदा किं वदामः तत्र किमपि गृहं वा यत्किमपि निर्माणं कुर्मः चेत् प्रथमं फौण्डेशन् इति स्थापयामः खलु, तत् किञ्चित् दृढतया नास्ति चेत् अग्रे अग्रे यत्किमपि निर्माणं भवति तत्तु दृढतया न भवति, तर्हि एतत् सर्वम् अस्माकं मनसि किञ्चित् स्पष्टतया भवेत्, नो चेत् प्रश्नः अस्ति चेत् कृपया पृच्छतु. अस्तु, अग्रे सरामः. तर्हि तदनन्तरं वयं अभावविषये पठितवन्तः, अभावस्य चतुर्विधत्वम् इति पठितवन्तः, तत्र यदा वयम् अत्यन्त अभावविषये पठितवन्तः तत्र कूप चिन्तयतु इदानीं कूपजल अभावः अस्ति अपि च वृष्टिजल अभावः अस्ति अपि च स्वातिनक्षत्रीयवृष्टिजल अभावः अस्ति इति अस्तु इदानीं कूपजल अभावः इति अभावस्य वर्णनं कथं कर्तुं शक्नुमः बालसुब्रह्मण्यं महोदय भवान् वदति वा कूपजल प्रथमं चित्रं रचयतु तत्र कूपजल अभावः इति अस्ति चेत् तत्र कूपजल अभावे किम् अस्ति कूपजले किम् अस्ति एतत् सर्वं कूपजल जलनिष्ठ न प्रथमं प्रथमम् एतत् वदतु महोदय कूपजल अभावे किम् अस्ति कूपजले अभावे इति सामान्यजल अभावे न इदानीं सामान्यजल अभावः न कूपजल अभावः एव कूपजल अभावे किम् अस्ति कुत्र भगिनि दर्शनं कुत्र अस्ति पृष्ठ पेज् इदानीं पुस्तकात् नास्ति भगिनि वयम् इदानीं किञ्चित् चिन्तनमेव कुर्वन्तः स्मः अस्तु कूपजल अभावे किम् अस्ति अन्य कोऽपि वक्तुं शक्नोति वा रामप्रिया भगिनी कूपजले अनियोगिता अभावः अनियोगिता अस्ति कूपजल अभावे अनियोगिता अस्ति उत्तमं कूपजले किम् अस्ति कूपजले प्रतियोगिता अस्ति उत्तमं तर्हि इदानीं कूपजल अभावः इति तस्य वर्णनं कथं कर्तुं शक्नुमः कूपजलनिष्ठप्रतियोगितानिरूपित अनियोगिता आश्रयः अभावः कूपजलाभावः कूपजल अभावः उत्तमं तर्हि प्रतियोगिता का इत्युक्ते कथं प्रतियोगिता कीदृशी इत्युक्ते कथं वक्तुं शक्नुमः सुनील् महोदय भवान् वदति वा अभावनिष्ठ अनियोगिता निरूपित महोदय अत्र अभाव इदानीम् अस्माकं विषयः अस्ति कूपजल अभावः खलु तर्हि तत्र कूपजल अभावनिष्ठ अनियोगिता निरूपित वृष्टिजलनिष्ठ प्रतियोगिता कूपजल अभावस्य प्रतियोगिता वृष्टिजले अस्ति वा ओ कूपजल क्षम्यता कूपजलनिष्ठ कूपजल अभावनिष्ठ अनियोगिता निरूपित कूपजलनिष्ठ प्रतियोगिता उत्तमम् अति उत्तमम् इदानीं तर्हि प्रतियोगिता इत्युक्ते किं प्रतियोगिता नाम का बालसुब्रह्मण्यं महोदय भवान् उक्तवान् खलु वदतु अभावस्य विरोधी कूपजल अभावस्य विरोधी प्रतियोगिता कूपजल आनयनेन जलस्य अभावस्य नष्टः भवति उत्तमम् अति उत्तमं तावदेव इत्युक्ते तत्र प्रतियोगिता इत्युक्ते तत्र कूपजल अभावस्य विरोधः यस्य आनयनेन तत्र अभावः नष्टः भवति तदेव तत्र प्रतियोगी इति प्रतियोगिता सत्यं प्रतियोगी तस्मिन् प्रतियोगिता अस्ति इत्युक्ते तत्र इदानीं स्थितिः अस्ति तत्र कूपजल अभावः अस्ति तत्र कूपजलस्य आनयनेन कूपजले यत् प्रतियोगिता अस्ति तस्य तस्मिन् विरोधः अस्ति तादृशी प्रतियोगिता यस्य आनयनेन कूपजल अभावः नष्टः भवति उत्तमम् इदानीं वृष्टिजलम् इति द्वितीयमासीत् वृष्टिजलाभावः खलु तर्हि एकक्षणं मध्ये अन्य कोऽपि आगतवान् वा आं भगिनि अहं सुमलता अस्मि अस्तु स्वागतं भगिनि अस्तु अस्तु भगिनी भवती एव वदतु तर्हि वृष्टिजल अभावः इति तत्र प्रथमं चित्रं कथं भवति? वृष्टिजल अभावे अनियोगिता अस्ति. वृष्टिजले प्रतियोगिता अस्ति वृष्टिजल अभावस्य. तर्हि प्रतियोगिता कीदृशी इत्युक्ते तत्र प्रतियोगितायाः वर्णनं? वृष्टिजल अभावनिष्ठ अनियोगिता निरूपित वृष्टिजलनिष्ठ प्रतियोगिता. उत्तमम् अति उत्तमम्. तर्हि इदानीं कूपजलविषये चिन्तितवन्तः अपि च वृष्टिजलविषये चिन्तितवन्तः खलु. तर्हि तत्र स्वातिनक्षत्रीयवृष्टिजलमिति स्वीकुर्मः चेत् तत्र राजी भगिनी भवती वदति वा तत्र प्रतियोगिता कीदृशी इत्युक्ते तस्य उत्तरं किम्? स्वातिनक्षत्रीयवृष्टिजल अभावनिष्ठ अनियोगिता निरूपित स्वातिनक्षत्रीयवृष्टिजल निष्ठप्रतियोगिता. उत्तमम् अति उत्तमम्. तर्हि एतावत्पर्यन्तं स्पष्टं स्यात्? उत्तमं. तर्हि स्पष्टं तु वदनेन कष्टम् अस्ति. हा तत् सर्वदा तथैव भवति खलु भगिनि. अस्माकम् अवगमनं किञ्चित् अग्रे एव अस्ति. यद्वयं वक्तुं शक्नुमः तत् किञ्चित् किं वदामि तत्र तावत् अग्रे न भविष्यति. तत्र तत्र प्रश्न वर्तते एव. मम पृच्छतु. हा निश्चयेन पृच्छामि. अस्तु इदानीं प्रतियोगिता इति त्रिविधप्रतियोगितायाः वर्णनं कृतवन्तः खलु. कूपजल अभावस्य प्रतियोगिता, वृष्टिजल अभावस्य प्रतियोगिता, अपि च स्वातिनक्षत्रीयवृष्टिजलस्य प्रतियोगिता. इदानीं प्रतियोगितायाः भेदः कः तत्र? रामप्रिया भगिनी भवती वक्तुं शक्नोति वा तत्र भेदः? आश्रयभेदात् निरूपणं भवति. उत्तमम् अति उत्तमम्. इत्युक्ते इतोपि किञ्चित् वदतु भगिनी सर्वेषां स्पष्टीकरणार्थं. कूपजल अभावस्य कूपजलम् आनयनेन तस्य नष्टः भवति. वृष्टिजल अभावः वृष्टिजलम् आनयनेन तस्य प्रतियोगितायाः नष्टं भवति. प्रतियोगितायाः एकक्षणं भगिनि, प्रतियोगितायाः नष्टं वा अभावस्य? क्षम्यताम्, अभावस्य नष्टं भवति. क्षम्यताम्, आश्रयः स्वातिनक्षत्रीयजलस्य अभावस्य नष्टं स्वातिनक्षत्रीयजलम् आनयनेन भवति. अस्तु त्रयः अपि भिन्नः आश्रयः अस्ति, अतः आश्रयभेदात् ज्ञातुं शक्नुमः. उत्तमम्. तर्हि तत्र यदा वयं चित्रं पश्यामः चेत् चित्रे यद् आश्रयः अस्ति तद् आश्रयस्य दर्शनेन एव वयं वक्तुं शक्नुमः इदानीं तत्र प्रतियोगिता कीदृशी प्रतियोगिता, तस्य भेदः कः इति खलु. अवगतं वा? बालसुब्रह्मण्यमहोदय भवान् वक्तुं शक्नोति वा तद् यत् रामप्रिया भगिनी उक्तवती तदेव तत्र आश्रयभेदविषये भवान् वदति वा पुनः? कूपजल अभावे इत्युक्ते अस्माकं प्रश्नः इदानीम् एवं तत्र त्रिविधप्रतियोगिता वयं दृष्टवन्तः. तेषु तत्र भेदः तासु तत्र भेदः कः इति, तत्र भेदः कथं वक्तुं शक्नुमः केवलं तत्र चित्रस्य दर्शनेन? इदानीं त्रिविधचित्रं चित्रत्रयमपि रचितवन्तः वयं, तर्हि तत् चित्र चित्राणां दर्शनेन कथं वक्तुं शक्नुमः इति वदतु महोदय. भेदः तयोः मध्ये भेदः इति, कूपजलनिष्ठ प्रतियोगिता, निरूपित अनियोगिता, कूपजल अभावः, ततः परं वृष्टिजलनिष्ठ प्रतियोगिता, निरूपित अनियोगिता आश्रय वृष्टिजल अभावः, स्वाधीनक्षत्रियजलनिष्ठ प्रतियोगिता, निरूपित अनियोगिता आश्रय स्वाधीनक्षत्रिय वृष्टिजलः. सत्यम्. इदानीं भवान् अभावस्य विषये उक्तवान्, तर्हि तत्र जलं न भगिनि, वृष्टिजलं, वृष्टिजलम् आम्, वृष्टिजलम्. इदानीं भवान् अभावस्य विषये उक्तवान्, यद् भवान् उक्तवान् तत् सत्यमेव, परन्तु अस्माकं प्रश्नः अस्ति प्रतियोगिता विषये. तत्र वयं प्रतियोगिता इति, प्रतियोगिता कीदृशी इति उक्तवन्तः पूर्वमेव, तर्हि इदानीं प्रश्नः अस्ति प्रतियोगिता, तत्र प्रतियोगितात्रयम् अस्ति, तत्र भेदः कथं स्थापयितुं शक्नुमः? तत्र एकप्रतियोगिता अन्यप्रतियोगितायाः भेदः, भेदं किम् इति, तत्र भेदः कः इति कथं स्थापयितुं शक्नुमः? तत्र यदा वयं तत्र चित्रं पश्यामः चेत् तत्र प्रतियोगिता मध्ये भेदः अस्ति वा? तत्र कूपजले अपि प्रतियोगिता अस्ति, वृष्टिजले अपि प्रतियोगिता अस्ति खलु, तत्र समानशब्दः खलु, तत्र इत्युक्ते तत्र अर्थः अपि समानं वा, अर्थमानः वा द्वयोः? भिन्नः किल, किमर्थं किमर्थं भिन्नः, तदेव मम प्रश्नः. सत्यं, भिन्नः भिन्नः आशयः भिन्नः, तदेव तावदेव सत्यं. तर्हि तत्र प्रतियोगितायाः आश्रयः तत्र भिन्नः खलु, तत्र कूपजलविषये तत्र प्रतियोगितायाः आश्रयः अस्ति कूपजलं, वृष्टिजल प्रतियोगितायाः आश्रयः अस्ति वृष्टिजलं, स्वाधीनक्षत्रियेय वृष्टिजल अभावस्य प्रतियोगिता, स्वाधीनक्षत्रिय वृष्टिजल, वृष्टिजले अस्ति, वृष्टिजले अस्ति, अस्तु. तर्हि तत्र तादृशी प्रतियोगिता कूपजले अस्ति, येन कूपजलमानयनेन कूपजल अभावः नष्टः भवति. तादृशी प्रतियोगिता वृष्टिजले, येन वृष्टिजल आनयनेन वृष्टिजल अभावः नष्टः भवति, तथैव तत्र तादृशी प्रतियोगिता स्वातिनक्षत्री वृष्टिजले, येन स्वातिनक्षत्रीयवृष्टिजल आनयनेन तस्य अभावः नष्टः भवति. उत्तमम्. इदानीं वयं तत्र केवलं आश्रयः दृष्ट्वा तत्र वक्तुं शक्नुमः प्रतियोगिता प्रतियोगितायाः योः भेदः वयं वक्तुं शक्नुमः. कूपजलवृष्टिजलप्रतियोगिता अस्ति चेत् तत्र तयोः भेदः आश्रय दृष्ट्वा एव वक्तुं शक्नुमः. एतत् पर्यन्तम् अवगतम्? उत्तमम्. तर्हि इदानीं सामान्यजलमिति स्वीकुर्मः, अस्तु. तर्हि तत्र राजी भगिनी भवती वदतु, सामान्य जलनिष्ठप्रतियोगिता इति तत्र तस्य प्रथमं तस्य प्रतियोगितायाः वर्णनं करोतु. सामान्यजलनिष्ठ सामान्यजल सामान्यजलनिष्ठ अभाव निष्ठ अनियोगिता निरूपित सामान्यजलनिष्ठ प्रतियोगिता. पुनः वदतु भगिनि एकवारं. सामान्यजलनिष्ठ अभावः सामान्यजल एकक्षणं सामान्यजलनिष्ठ अभावः इति किमर्थं सामान्यजलभावः क्षम्यता भगिनि सामान्यजल अभावः निष्ठ अनियोगिता निरूपिता सामान्यजलनिष्ठप्रतियोगिता. हा उत्तमम् अति उत्तमं. तर्हि इयं प्रतियोगिता अन्यत्र अस्ति वा? वृष्टिजले अपि अस्ति, कूपजले अपि अस्ति, स्वातीर्थजले अपि अस्ति, परन्तु आश्रयभेदः. एकक्षणं. तर्हि यत् भवती प्रथमं अर्धभागं सम्यक् उक्तवती. एकक्षणं. तत्र कूपजले यद्भवती उक्तवती तत् सत्यमेव. तत्र एतत् इयं प्रतियोगिता तत्र कूपजले अपि अस्ति, वृष्टिजले अपि अस्ति, स्वातिनक्षत्रीयवृष्टिजले अपि अस्ति, अपि च नदीजले अपि अस्ति वा? आम् अस्तु. तर्हि सरोवरजले अपि अस्ति वा? आं भगिनि. अस्तु. यदा तथा अस्ति तर्हि आश्रयभेदात् कथं वयं वक्तुं शक्नुमः तत्र प्रतियोगिता भिन्ना इति? आनयनेन कूपजल आनयनेन कूपजल अभावः नष्टः भवति किल? सत्यं. परन्तु इदानीम् अस्माकं विषयः अस्ति सामान्यजल जलमिति. कूपजलस्य आनयनेन अपि आनयनेन सामान्यजल अभावः नष्टः भवति खलु? आम्. नदीजल आनयनेन अपि तस्य अभावः नष्टः भवति खलु? आम्. समुद्रजल आनयनेन अपि तस्य अभावः नष्टः भवति खलु? आम्. तर्हि आश्रयभेदात् कथं वक्तुं शक्नुमः प्रतियोगितायाः भेदः कथं वक्तुं शक्नुमः? तत्र वक्तुं न शक्नुमः खलु? आश्रयं दृष्ट्वा, आश्रयः कः इति दृष्ट्वा तत्र भेदः स्थापयितुं शक्नुमः वा? तदेव अहं चिन्तयामि. न शक्नुमः इति भाति. हा सत्यं, तदेव. तत्र केवलं तत्र आश्रयः कः इति दृष्ट्वा तत्र भेदः स्थापयितुं न शक्नुमः खलु? तर्हि तत्र कूपजले अपि सामान्यजलस्य प्रतियोगिता अस्ति, वृष्टिजले अपि तादृशी प्रतियोगिता अस्ति. द्वे अपि तत्र प्रतियोगिते स्तः खलु? तर्हि इदानीं सामान्यजलस्य स्थितिः भिन्ना. यद्वयं पूर्वं दृष्टवन्तः कूपजलं वृष्टिजलम् इति, तत्र स्थितिः भिन्ना आसीत्. तत्र केवलम् आश्रयः कः इति दृष्ट्वा वयं वक्तुं शक्नुमः तत्र प्रतियोगिता कीदृशी इति. प्रतियोगितायोः भेदः अपि वक्तुं शक्नुमः. परन्तु इदानीम् आश्रयः कः इति दृष्ट्वा तादृशं ज्ञानं न आगच्छति खलु? तर्हि इदानीं तत्र समस्या का इति अवगतवन्तः वा? तत्र प्रश्नः कः इति अवगतं खलु? तत्र प्रश्नः अस्ति प्रतियोगितायोः भेदः कथं स्थापयितुं शक्नुमः इति. तर्हि अत्र कस्यापि आवश्यकता भवति खलु? कस्य आवश्यकता भवति? सुमलता भगिनी वक्तुं शक्नोति वा? आवश्यकता अहं न जानामि अवच्छेदकं वा भगिनि प्रश्नः अस्ति तत्र प्रतियोगितायोः भेदः प्रतियोगितयोः भेदं स्थापनार्थं भेदस्थापनार्थं तत्र कस्यापि आवश्यकता अस्ति कस्य इति मम प्रश्नः सुनील् महोदय भवान् उक्तवान् खलु किम् उक्तवान् पुनः वदतु अवच्छेदकं वा भगिनि अवच्छेदक तत्र रामप्रिया भगिनी भवती सहायं करोति वा अवच्छेदक अवच्छेद्य धर्मः वा भावः उत्तमम् अवच्छेदकधर्मः इति धर्मः अवच्छेदकधर्मः इति दृष्टवन्तः खलु तत्र सामान्यजलम् अस्ति चेत् तत्र अवच्छेदकधर्मम् इति किमपि स्थापितवन्तः तस्य आवश्यकता अस्ति तर्हि यत्र तत्र अवच्छेदकधर्मः कः इति दृष्ट्वा तत्र भेदस्थापनं वयं कर्तुं शक्नुमः खलु इदानीं चिन्तयतु तत्र तत्र सामान्यजलम् इति अस्ति तर्हि तत्र सामान्यजले किं किम् अस्ति तर्हि तत्र रामप्रिया भगिनी भवती वदति वा सामान्यजले जलत्वम् अस्ति प्रतियोगिता अपि अस्ति उत्तमं इदानीं वदतु भगिनि जलत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यता आश्रयः प्रतियोगिता निरूपित अनियोगिता आश्रयः सामान्यजल अभावः उत्तमम् उत्तमं तर्हि तत्र प्रतियोगिता इति कीदृशी प्रतियोगिता इति प्रश्नः अस्ति चेत् तत्र प्रतियोगितायाः अवच्छेदकं भवति अवच्छेदकधर्मः इति स्मरन्ति वा सर्वे अस्तु तर्हि इदानीं एकः प्रश्नः अस्ति तर्हि तत्र यत्र वयम् आश्रयभेदात् ज्ञातुं शक्नुमः प्रतियोगितायोः भेदः तत्र अवच्छेदकधर्मस्य आवश्यकता अस्ति वा न वा अस्ति अस्ति किल न तत्र अवच्छेदक अवच्छेद्यभावः इति आवश्यकं नास्ति खलु किमर्थं चेत् तत्र आश्रयः कः इति दृष्ट्वा एव तत्र अवच्छेद्यं भवति तत्र प्रतियोगिता कीदृशी इति वक्तुं शक्नुमः तर्हि तत्र अवच्छेदकधर्मस्य आवश्यकता कुत्र सामान्यजलत्वे सामान्यजलं न भगिनि एकक्षणम् इदानीं सामान्यजलविषये नास्ति खलु सामान्यजलविषये तु अवच्छेदकधर्मस्य आवश्यकम् अस्ति किमर्थं चेत् तत्र आश्रयभेदात् वयं ज्ञातुं न शक्नुमः मम प्रश्नः अस्ति यत्र आश्रयभेदात् ज्ञातुं शक्नुमः इत्युक्ते यत्र कूपजलनिष्ठप्रतियोगिता अथवा वृष्टिजलनिष्ठप्रतियोगिता इति अस्ति चेत् तत्र किमर्थम् अवच्छेदकधर्मस्य आवश्यकता अस्ति जानामि भगिनि अत्र किमर्थं चेत् जलस्य अवच्छेदकम् आं जलस्य अवच्छेदकं तु अस्ति एव परन्तु तत्र किमर्थम् इत्युक्ते तत्र यस्य आश्रयस्य आनयनेन कूपजल अभावस्य नष्टः भवति इति यद्यपि वयम् आश्रयभेदात् ज्ञातुं शक्नुमः तथापि तत्र यथा वयं न्यायशास्त्रं पठामः अथवा लोके अपि तत्र इतोपि अधिकं स्पष्टीकरणार्थं तत्र धर्मस्य अपि आवश्यकता अस्ति. तर्हि तत्र धर्मः कः इति वदामः चेत् तत्र इतोपि अधिकस्पष्टता अस्ति. तथैव तत्र तदर्थमेव तत्र अवच्छेदकधर्मः इति अपि अत्रापि अस्ति. परन्तु आश्रयभेदः एव अस्माकं ज्ञानार्थं तत्र आश्रयभेदात् एव वयं ज्ञातुं शक्नुमः. तर्हि अस्तु, तर्हि एकवारम् अवच्छेदकधर्मः इत्युक्ते वृष्टिजले अवच्छेदकधर्मः कः भगिनि? भवती एव चिन्तयतु. तत्र सामान्यजले सामान्यजलत्वम् इति अवच्छेदकधर्मः इति उक्तवन्तः खलु. तर्हि वृष्टिजले किमस्ति अवच्छेदकधर्मः? ओ, अवच्छेदकधर्मः इत्युक्ते भेदः किम् इति वा? न, अवच्छेदकधर्मः इत्युक्ते तत्र धर्मः इत्युक्ते जातिः खलु, तद् वयं पूर्वम् उक्तवन्तः. तर्हि तत्र अवच्छेदकधर्मः इत्युक्ते वृष्टिजले वृष्टिजलत्वम् इति एव. तत्र यत् तत्र वृष्टिजलत्वम् अवच्छेदकम् अस्ति. आम् आम्, पुष्पा भगिनी एकक्षणं. तत्र यदा अहम् अन्य कोऽपि प्रश्नः पृच्छति तस्य उत्तरं ददामि तस्मिन् समये मा पृच्छतु. तर्हि तत्र युनो फ्लो किञ्चित् पृच्छामि प्रश्नं न सत्यं, परन्तु किञ्चित् युनो बि पेशेण्ट् टु युनो वेट् टिल् ऐ आन्सर् द अदर् क्वेश्चन् रैट्. सो नो चेत् किञ्चित् जाटिल्यं भवति, मम थाट् प्रोसेस् अपि किञ्चित् भग्नः भवति. तत्र वृष्टिजलम् इति यत्र अस्ति तत्र वृष्टिजले वृष्टिजलत्वम् इति तस्य अवच्छेदकधर्मः अस्ति. इत्युक्ते केवलं वृष्टिजले वृष्टिजलत्वम् इति अस्ति खलु, अन्य कुत्रापि वृष्टिजलत्वम् इति धर्मः न भवति. तदेव तत्र वृष्टिजलत्वम् इति तत्र अवच्छेदकधर्मः. धन्यवादः भगिनि, चिन्ता नास्ति भगिनि. तर्हि तत्र अन्य कोऽपि प्रश्नः अस्ति वा, अग्रे सरामः वा? अस्तु, तर्हि अस्तु, इदानीं घटः अस्ति, घटाभावः अस्ति. तर्हि इदानीं तत्र प्रतियोगिता कीदृशी इति अस्ति चेत् तत्र यथा रामप्रिया भगिनी उक्तवती खलु घटत्वम् एतत् सर्वं तद् उपयुज्य वदामः चेत् कथं भवति? सुमलता भगिनी भवती एव वदति खलु, वदति वा? सुमलता भगिनी अस्ति वा? भगिनी प्रश्नः कः कृपया? प्रतियोगिता इति घटः अस्ति, घटाभावः अस्ति. तर्हि तत्र घटे प्रतियोगिता अस्ति, प्रतियोगिता कीदृशी इति प्रश्नः उदेति चेत् तस्य विवरणं कथं कर्तुं शक्नुमः? तद् अवच्छेद्यम् अवच्छेदकं तत् सर्वम् उपयुज्य वदतु. घटाभावनिष्ठ अनियोगिता निरूपित घटनिष्ठ प्रतियोगिता भवति. घटनिष्ठ अनियोगिता निरूपितक्षणं भगिनि क्षणं, घटे प्रतियोगिता अस्ति खलु, अनियोगिता कुत्र अस्ति? घटाभावे. सत्यं, तर्हि घट घटे प्रतियोगिता अस्ति अपि च घटे किम् अस्ति अवच्छेदकधर्मः कः घटत्वं तर्हि घटत्वं घटत्वं किं करोति घटत्वे किम् अस्ति घटत्वे अवच्छेदकता अस्ति उत्तमं प्रतियोगितायां किम् अस्ति प्रतियोगिताम् अवच्छेद्यम् अस्ति अवच्छेद्यता अस्ति उत्तमं तर्हि इदानीं वाक्यं रचयतु घटत्वनिष्ठ घटत्वनिष्ठ अवच्छेदकता निरूपित प्रतियोगितानिष्ठ अवच्छेद्यता उत्तमम् उत्तमम् प्रतियोगिता कीदृशी इति प्रश्नः अस्ति चेत् घटाभावनिष्ठ अनियोगिता निरूपित घटत्व निष्ठ घटत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यतानिष्ठ प्रतियोगिता अवच्छेद्यता निष्ठ वा अवच्छेद्य अवच्छेद्यता आश्रयः प्रतियोगिता अति उत्तमम् इदानीं तद् तस्य किञ्चित् तदेव किञ्चित् संक्षेपरूपेण वक्तव्यं चेत् किमपि अन्य नूतनशब्दस्य प्रयोगः वयं कृतवन्तः खलु कोऽपि स्मरति वा अवच्छिन्न अति उत्तमं तर्हि बालसुब्रह्मण्यं महोदय भवानेव वदतु वाक्यम् इदानीं यद्वाक्यं सुमनता भगिनी उक्तवती तस्य एव अवच्छिन्न इति उपयुज्य तर्हि प्रथमं किं तत्र घटाभावः अस्ति घटाभावः तस्मिन् का अस्ति अनियोगिता तर्हि घटाभाव घटाभावनिष्ठ अनियोगिता निरूपित प्रतियोगिता अवच्छिन्न वृष्टिजलत्वम् न न विपरीतदृश्यां खलु अपि च इदानीम् अस्माकं विषयः अस्ति घटः न तु वृष्टिजलं घटाभावः निष्ठ अनियोगिता खलु सो घटाभावः निष्ठ अनियोगिता निरूपितप्रतियोगिता घटः प्रतियोगिता भवान् उक्तवान् एव तत्र केवलं प्रतियोगिता अवच्छिन्न घटत्वम् इति न घटत्व अवच्छिन्न प्रतियोगिता खलु तर्हि तत् पुनः सम्पूर्णवाक्यं वदतु सो प्रतियोगिता अवच्छिन्न घटनिष्ठ घटत्वं न महोदय परन्तु विपरीतदिश्यां तदेव अहम् उक्तवती घटत्व अवच्छिन्न प्रतियोगिता इदानीं प्रश्नः अस्ति प्रतियोगिता कीदृशी इति अस्माकं लक्ष्यमस्ति प्रतियोगिता खलु तर्हि अनियोगिता निरूपित घटनिष्ठ प्रतियोगिता परन्तु अवच्छिन्नं वार्ता उपयोज्यं करणीयं किल भवान् उक्तवान् एव तत् केवलं तत्र भवान् उक्तवान् प्रतियोगिता अवच्छिन्न घटत्वम् इति न घटत्व अवच्छिन्न प्रतियोगिता इति परं वदतु भगिनि एकवारं वदतु एकक्षणं तत्र भवान् पुनः प्रयत्नं करोति वा घटत्वम् इति आरम्भं करोतु तत्र निरूपित घटत्व घटत्व अवच्छिन्न प्रतियोगिता उत्तमं तत्र इदानीं सम्पूर्णवाक्यं पुनः एकवारं वदतु घटाभावः इति तस्मात् आरम्भं घटाभावः निष्ठ अनियोगिता निरूपित घटनिष्ठ अवच्छिन्न प्रतियोगिता केन अवच्छिन्ना भवति घटनिष्ठ घटनिष्ठ घटत्व अवच्छिन्न प्रतियोगिता उत्तमं तर्हि इतोपि एकवारं दोषरहितवाक्यं वदतु महोदय पुनः दोषरहितवाक्यं घटाभावनिष्ठ घटाभावनिष्ठ अनियोगितानुरूपित वृष्टिजलनिष्ठ वृष्टिजलस्व महोदय इदानीं घटम् इति विषयः अस्ति न तु वृष्टिजलं सोरि अस्तु घटाभाव न न घटाभाव इति आरम्भं कृत्वा निष्ठ अनियोगितानुरूपित घटनिष्ठ घटत्व अवच्छिन्न प्रतियोगिता उत्तमम् अति उत्तमं नैपुण्यं जातं भवता अस्तु अस्तु सर्वे अवगतवन्तः वा तत्र प्रश्नः अस्ति वा घटाभावनिष्ठ अनियोगिता निरूपित घटत्वनिष्ठ अवच्छिन्न प्रतियोगिता किल घटत्व अवच्छिन्न प्रतियोगिता खलु किमर्थं घटत्वनिष्ठ तत्र घटत्वनिष्ठ अवच्छेद्यता निरूपित अवच्छेदकता प्रतियोगिता इति तत्र अस्माकं प्रथमशैली आसीत् तदनन्तरं तत्र किञ्चित् संक्षेपरूपेण वदामः चेत् तत्र अवच्छिन्न इति उक्तवन्तः खलु अवच्छिन्न इत्युक्ते तत्र घटत्व अवच्छिन्न प्रतियोगिता इति एव अवच्छिन्ना इति तत्र तत्र निरूपित इव तत्र अवच्छिन्ना इति घटत्व अवच्छिन्न प्रतियोगिता इति भवति अवच्छिन्न इत्युक्ते संक्षेपरूपेण अवच्छेदिता मिलित्वा अवच्छिन्न इति संक्षेपरूपेण वदति वा सत्यं तदेव तावदेव अस्तु भगिनि अस्तु तर्हि इदानीम् एकः प्रश्नः घटत्व अवच्छिन्न प्रतियोगिता इति वदामः खलु तत्र घटत्व अवच्छिन्न प्रतियोगिता इत्युक्ते तत्र समासप्रयोगः अस्ति तस्य व्यस्तप्रयोगः कः रामप्रिया भगिनी वदति वा घटत्व अवच्छिन्न प्रतियोगिता व्यस्तप्रयोगे वा घटत्व अवच्छिन्न इति तत्र समासः अस्ति खलु तस्य घटत्वम् अवच्छिन्न घटत्वेन अवच्छिन्न वा उत्तमं घटत्वेन अवच्छिन्न प्रतियोगिता तृतीया सत्यं सत्यम् अस्तु उत्तमं तर्हि इदानीं तृतीये तत्पुरुषसमासः वा सत्यम् इदानीं तत्र चिन्तयतु इदानीं वयम् अत्यन्ताभावविषये अस्माकं चर्चा अस्ति खलु तत्र घटः भूतले इति वदामः चेत् तत्र तत्र सम्बन्धः केन सम्बन्धेन घटः भूतले अस्ति अस्तु संयोगसम्बन्धेन सत्यं तर्हि घटः भूतले नास्ति चेत् केन सम्बन्धेन अस्तु उत्तमं तर्हि इदानीं तादृशी अपि वक्तुं शक्नुमः खलु, यत्र यत्र संयोगसम्बन्धेन घटः अस्ति तत्र तत्र तादृशी प्रतियोगिता अस्ति येन अत्यन्त अभावः नष्टः भवति. अवगतं वा? अहं पुनः वदामि, यत्र यत्र संयोगसम्बन्धेन घटः अस्ति तत्र तत्र घटे तादृशी प्रतियोगिता अस्ति येन अत्यन्त अभावः नष्टः भवति. सत्यम्? इदानीं चिन्तयतु, अन्य उदाहरणं चिन्तयामः. इदानीं नील नीलरूपम् इति पुस्तके अस्ति चेत् तत्र केन सम्बन्धेन अस्ति? समवायसम्बन्धः. किमर्थं तत्र समवायसम्बन्धः? संयोगः न शक्यते इति सत्यमेव, परन्तु तत्र अन्यसम्बन्धः अपि भवितुम् अर्हति खलु, तादात्म्यसम्बन्धः वा अन्यसम्बन्धः अपि. तत्र किमर्थं समवायसम्बन्धः? गुणगुणिनोः इति कारणेन. सत्यं, गुणगुणिनोः इति कारणेन तत्र समवायसम्बन्धः. तर्हि नील रूपम् इति पुस्तके नास्ति चेत् केन सम्बन्धेन? तादात्म्यसम्बन्ध न. राजी भगिनी वदतु. तादात्म्यसम्बन्धेन न. नीलरूपम् इति पुस्त नीलरूपम् इति नीलरूपम् इति कः? तत्र रूपम् इत्युक्ते किं? रूपम् इति वर्णः, गुणः खलु. तर्हि तत्र पुस्तकं किम्? पुस्तकं द्रव्यं. पुस्तकं द्रव्यं. तर्हि गुणः द्रव्ये तादात्म्यसम्बन्धेन तिष्ठति वा? तादात्म्यसम्बन्धः कुत्र आगच्छति? न न न, समवायसम्बन्धः. समवायसम्बन्धः. किमर्थं? गुणगुणिनो गुणगुणिनः अतः. सत्यं. तत्र गुणी इत्युक्ते किम्? एकक्षणं महोदय, राजी भगिनी वदतु, तत्र गुणः इत्युक्ते कः, गुणि इत्युक्ते कः? गुणः नील, नीलः गुणः, रूपं गुणि. तत्र नीलगुणः रूपं गुणि इत्युक्ते तत्र नीलरूपं पुस्तके अस्ति इति तत्र तस्मिन् वाक्ये पुस्तकं किं तर्हि? नीलरूपं पुस्तकं, पुस्तके पुस्तकत्वम् अस्ति. पुष्पा भगिनी क्षम्यतां, तत्र प्रश्नः राजी भगिन्या कृते, किञ्चित् प्रतीक्षां करोतु भवत्याः क्रमस्य. राजी भगिनी वदतु. प्रश्नः अहं न अवगच्छामि, पुनः पुनः वदतु भगिनि. अस्तु, तत्र नीलरूपं पुस्तके इति वाक्यमस्ति, पुस्तकं नील पुस्तके नीलरूपम् अस्ति इति. अस्तु, तत्र भवती उक्तवती तस्य सम्बन्धः पुस्तके नीलरूपं पुस्तके इति तत्र समवायसम्बन्धेन अस्ति इति. किमर्थं चेत् तत्र गुणगुणिनोः समवायसम्बन्धः इति अपि भवती उक्तवती, ते तत् सर्वं सत्यम्. इदानीं मम प्रश्नः अस्ति, तत्र गुणः कः, गुणी कः? पुस्तकं गुणः, नीलरूपं गुणि. अस्तु, पुस्तकं नीलरूपं पुस्तके इति अस्ति चेत् गुणी गुणे भवति वा? गुणी गुणे न भवति. सत्यं, गुणी गुणे न भवति. गुणी इत्युक्ते किम्? यस्मिन् गुणः अस्ति यस्मिन् तत्र इनि प्रत्ययः खलु यस्मिन् यस्य वा इति यस्मिन् गुणः अस्ति तदस्ति गुणि गुणि तत्र अन्यश्रिया वक्तव्यं चेत् तत्र गुणवान् इत्यपि वक्तुं शक्नुमः तत्र अस्ति मतु प्रत्ययः गुणवान् अथवा गुणवती गुणवान् इति पुल्लिङ्गे गुणवती इति स्त्रीलिङ्गे गुणवत् इति नपुंसकलिङ्गे तदस्ति मतु प्रत्ययः गुणि इति तत्र तत्र गुणि इति तत्र अन्यकोपि वक्तुं शक्नोति वा तत्र लिङ्गं किम् इति गुणिन् सत्यं तत्र गुणि इति वदामः चेत् तत्र गुणि इति अहं वदामि चेत् तत्र द्रव्यं गुणि इति वदामः चेत् तत्र नपुंसकलिङ्गं नपुंसकलिङ्गं तत्र प्रातिपदिकं किं गुणिन् गुणिन् पुल्लिङ्गे पुल्लिङ्गे गुणिनः अन्य कोऽपि वक्तुं शक्नोति वा गुणी इति दीर्घ ईकारान्तः अस्ति पुल्लिङ्गे गुणि इति ह्रस्व ईकारान्तः नपुंसकलिङ्गे सत्यं स्त्रीलिङ्गे गुणिनी वा गुणिनी इति उत्तमं विद्यार्थिनी इति वदामः खलु विद्यार्थी विद्यार्थिनी तत्रापि तदेव गुणिनी इति तर्हि इदानीं गुणि इति तत्र अस्तु पुस्तके नीलरूपम् इति चेत् तत्र राजी भगिनी तत्र तत्र गुणि इदानीं किं नीलरूपं गुणि चिन्तयतु भगिनी रूपम् इति कः रूपमिति गुणः इति भवती उक्तवती खलु पूर्वम् आमां तर्हि गुणि इत्युक्ते किम् इदानीमेव वयं चर्चितवन्तः यस्मिन् यस्मिन् गुणः अस्ति तदेव गुणि तर्हि नीलरूपं कथं गुणि भवितुम् अर्हति न न पुस्तकं गुणि नीलरूपम् इति गुणि गुणिने गुणि गुणिन नो रूपम् इति गुणः खलु नीलरूपम् इति गुणः नीलरूपं गुणः पुस्तकं गुणि गुणि तर्हि गुणगुणिनो गुणिगुणं क्षम्यतां सम्बन्धः समवायसम्बन्धः सम्बन्धः सत्यं तर्हि इदानीं तत्र पुस्तके नीलरूपम् इत्युक्ते तत्र समवायसम्बन्धः सत्यम् अवगतम् अवगतं भगिनि अस्तु तर्हि तत्र पुस्तके इदानीं नीलरूपं नास्ति चेत् तत्र केन सम्बन्धेन नास्ति समवायसम्बन्धेन एव नास्ति यत् यस्मिन् सम्बन्धेन येन सम्बन्धेन अस्ति तेन एव सम्बन्धेन एव नास्ति अपि घटः भूतले अस्ति संयोगसम्बन्धेन इत्युक्ते तत्र घटः भूतले नास्ति संयोगसम्बन्धेन स्पष्टम् आम् तर्हि इदानीं अवच्छेदकसम्बन्धः इति वयं दृष्टवन्तः खलु तर्हि तत्र अन्योन्य अभावस्तरे वयं किम् उक्तवन्तः तत्र तादात्म्यसम्बन्धः इति अस्ति घटः घटः पटः न इति यदा वदामः तत्र घटे घटस्य अवच्छेदकसम्बन्धः कः घटे कीदृशसम्बन्धः अस्ति घटः पटः न इति वदामः चेत् तत्र प्रथमम् अस्तु घटः पटः न इति वदामः चेत् घटाभावः कुत्र अस्ति पटे अस्ति पटे अस्ति सत्यं तर्हि तत्र घटे किम् अस्ति? घटाभाव घटे घटम् अस्ति, घटः अस्ति, घटे किम् अस्ति? तत्र सुमलता भगिनी भवती वदति वा? घटत्वम् अस्ति, घटे तादात्म्यसम्बन्धेन तिष्ठति, घटं घटे. सत्यं, तर्हि तत्र घटे प्रतियोगिता अस्ति खलु, तत्र घटाभावः इति विषयः आगच्छति चेत् तत्र घटा प्रतियोगिता इति अस्ति. प्रतियोगितायाः अवच्छेदकधर्म सम्बन्धः अत्र अस्ति, तादात्म्यसम्बन्धः इति. तर्हि तत् प्रतियोगिता, तर्हि तादृशप्रतियोगितायाः अभावः कुत्र अस्ति? तादृशप्रतियोगिताभावः सर्वत्र अस्ति, घटं विहाय सर्वत्र अस्ति. उत्तमं, घटं विहाय सर्वत्र सर्वत्र अस्ति इत्युक्ते प्रतियोगिनं विहाय सर्वत्र तादृश अभावः अस्ति, तदेव भेदः इति अपि वदामः खलु. तर्हि तत्र अन्योन्यभावः इत्युक्ते भेदः, अन्योन्य तादात्म्यसम्बन्धेन स्वस्मिन्नेव अस्ति, प्रतियोगिनं विहाय सर्वत्र तस्य अभावः एव अस्ति. स्पष्टं वा इदानीम्? इत्युक्ते तादात्म्यसम्बन्ध अवच्छिन्नप्रतियोगिता अन्योन्यभावः वा? तादात्म्यसम्बन्ध अवच्छिन्नप्रतियोगिता इतोपि किञ्चित् वक्तव्यं खलु. भवत्याः यत् इतः पर्यन्तं भवती उक्तवती तत्तु सत्यमेव. प्रतियोगिता कः अभावः, नो चेत् प्रतियोगिता निरूपित अनियोगिता आश्रयः अभावः. अस्तु, इदानीं अवगतं वा? अस्तु, तर्हि अग्रे सरामः. आं भगिनि, सरामः. अस्तु, प्रश्नः अस्ति चेत् कृपया पृच्छतु. तर्हि सुनील् महोदय, भवान् पठति वा? तत्र अधिकरणस्य अपि भवति अनुयोगी इति संज्ञा तस्मात्. अधिकरणस्यापि भवति अनियोगी इति संज्ञा. अभावाः एतावता निरूपिताः, तन्निष्ठः विरोधः अनियोगिता इति उक्ता. अभावाः पूर्वस्मिन् पङ्क्त्यां निरूपिताः. तन्निष्ठः विरोधः अनियोगिता इति अपि उक्ता. इत्युक्ते अभावे या विरोधः अस्ति तस्य संज्ञा अस्ति अनियोगी. तत्र अभावस्य घटाभावः इत्युक्ते घटे घटाभावं प्रति यः विरोधः अस्ति तदस्ति प्रतियोगिता इति अस्ति. प्रतियोगिता अनियोगिता घटे अनियोगिता, घटाभावे प्रतियोगिता. क्षम्यतां, घटे प्रतियोगिता, घटाभावे अनियोगिता. सत्यं, अग्रे पठतु. अस्य च अनियोगितशब्दस्य अन्यत्रापि प्रयोगः दृश्यते. न्यायग्रन्थेषु अधिकरणस्यापि क्वचित् अनियोगी इति व्यवहारः दृश्यते. अतः नूतनपदस्य अनुवादम् तत्र नूतनपदम् इति न, परन्तु अनियोगी इति यत् वयम् अस्माकं परिचयपदमस्ति तस्य एव नूतन अर्थः. तर्हि तत्र आङ्ग्लभाषायामपि अपि च अन्यभाषायामपि तदा अस्ति खलु, एकमेव पदस्य भिन्नभिन्न अर्थः भवितुं शक्नोति यदा कदापि. तर्हि अनियोगी इति यत् पदं वयं शब्दं वयं पूर्वं पठितवन्तः तस्य एकः अर्थः आसीत् विरोधः इति. अभावे या विरोधः अस्ति तदस्ति अनियोगी इति प्रथमार्थः. अनन्तरं द्वितीय अर्थः अस्ति तत्र अधिकरणम् इति यदा वदामः चेत् अधिकरणस्य अपि अनियोगी इति एकः संज्ञा अस्ति. तर्हि अनियोगी इति वदामः चेत् तत्र सन्दर्भानुसारेण एव वक्तुं शक्नुमः, यदा अन्यभाषायामपि तथैव भवति. तर्हि अनियोगी इति वदामः चेत् तत्र अभावनिष्ठविरोधः अपि भवितुम् अर्हति अथवा अधिकरणम् इति अपि भवितुम् अर्हति. इत्युक्ते तत्र भूतले घटः अस्ति इति वदामः चेत् भूतलम् इति किम् अस्ति तत्र? हा, भूतलमिति अधिकरणम् इति वयं पठितवन्तः खलु इतः पर्यन्तं, तत्र आधारः अथवा अधिकरणम् इति. तस्य अपरनाम अस्ति, अपरं नाम अस्ति अनुयोगी इति. स्पष्टं वा? क्षम्यतां महोदय, भवती उक्तवती अभावस्य विरोधत्वम् अनियोगी इति किल? न न न, अभावे या विरोधः अस्ति सा अनियोगी. अभावं प्रति यः विरोधः अस्ति तदस्ति प्रतियोगी. अग्रे पठतु महोदय. न्यायग्रन्थेषु अधिकरणस्यापि क्वचित् अनियोगी इति व्यवहारः दृश्यते, यथा भूतलं घटानियोगी. अत्र भूतलम् अनियोगी चेत् अनियोगिता भूतले भवति, इयं च अनियोगिता न अभावनिष्ठविरोधरूपा किन्तु अधिकरणनिष्ठधर्म इति अधिकरणता एव. तथा च भूतले घटानियोगितस्तित्युक्तौ घटाधिकरणता अस्ति इति अर्थः ग्राह्यः. अतः इदानीं यथा भूतलं घट अनियोगी इति वक्तुं शक्नुमः. अत्र भूतलम् अनियोगी, अतः भूतले अनियोगिता भवति. भूतल अनियोगी चेत् भूतले अनियोगिता भवति. अनियोगी चेत् अनियोगी इति अनियोगिनोः तत्र धर्मः अस्ति, अनियोगिनः धर्मः अस्ति अनियोगिता इति खलु. अधिकरणस्य धर्मः अधिकरणता, तथैव अनियोगिता. स्पष्टं वा? अनियोग्यतः धर्मः वा अनियोगिता? यदा प्रतियोगिता इति इतः पर्यन्तं चर्चितवन्तः खलु, तत्रापि घटाभावनिष्ठ अनियोगिता इति उक्तवन्तः खलु. तत्र अनियोगिता इति तत्र भावः अस्ति. तर्हि तत्र भूतलं, यदा वयं भूतलम् अधिकरणम् इति वदामः चेत् अधिकरणे अधिकरणता इति भावः अस्ति इति वयं पूर्वं पठितवन्तः. तथैव इदानीं अपरं तत्र अधिकरणम् इति यत् पारिभाषिकशब्दः अस्ति तस्य अपरनाम अस्ति अनुयोगी इति. तर्हि इदानीं भूतलम् अनुयोगी इति वदामः चेत् भूतले अनुयोगिता अस्ति इति अपि वक्तुं शक्नुमः. यथा भूतले अधिकरणता अस्ति तथैव भूतले अनुयोगिता अस्ति इति वक्तुं शक्नुमः. स्पष्टं वा? इयम् अनियोगिता अभावनिष्ठविरोधरूपा. इत्युक्ते तत्र इयम् अनियोगिता यद्वयम् इदानीं पठामः तदस्ति अधिकरणम् इति अनियोगी इति पदस्य अधिकरणम् इति अपरार्थः अस्ति खलु. तर्हि तत्र यद् अनियोगिता इदानीं वयं चर्चयामः तद् अभावनिष्ठविरोधरूपा नास्ति. तत्र अभावनिष्ठ अनियोगिता इति यद्वयं पूर्वं चर्चितवन्तः तत् सा अनियोगिता भिन्ना इयम् अनियोगिता भिन्ना तत्र अर्थद्वयमस्ति एकमेव पदं परन्तु अर्थद्वयमस्ति तत्र भ्रमः मास्तु तत् न वयं किं पठितवन्तः तत् अनियोग सा अनियोगिता अभावनिष्ठविरोधरूपा पूर्वं वयं या पठितवन्तः इदानीं अनियोगिता न अभावनिष्ठविरोधरूपा किल इदानीं यद्वयं पठामः तद् न इदानीं वयं पठामः तत् किं तद् न अभावनिष्ठ विरोधरूपा सत्यं परन्तु तत् किम् अभावनिष्ठविरोधरूपा नास्ति परन्तु तत् किम् अस्ति तदस्ति अधिकरणता एव तत्र इदानीं तत्र अधिकरणम् इति अनियोगी चेत् तत्र अनियोगिता इत्युक्ते अधिकरणता एव खलु तत्र भूतले घट अनियोगिता अस्ति इत्युक्तौ घटाधिकरणता अस्ति इति अर्थः ग्राह्यः इत्युक्ते तत्र भूतले घट अनियोगिता अस्ति इति वदामः चेत् तत्र अपरशैल्या अथवा अन्यपदमुपयुज्य वदामः चेत् तत्र भूतले घट अधिकरणता अस्ति इत्यपि वक्तुं शक्नुमः तत्र अर्थः समानः एव सो तर्हि अस्माकम् अवगमनम् एवं भवेत् तत्र अनियोगिता इत्युक्ते अधिकरणता इति अनियोगी इत्युक्ते अधिकरणम् इति अनियोगिशब्दस्य अपर नूतन अर्थः वयम् इदानीं पश्यामः भगिनी अतः यज्ञदत्त आसन्द उदाहरणे आसन्दः अनियोगी इति वक्तुं शक्नुमः वा सत्यं सत्यं तावदेव आसन्दः अनियोगी इति वक्तुं शक्नुमः तर्हि आसन्दे किम् अस्ति अथवा आसन्दः अनियोगी इति वदामः चेत् आसन्दे किम् अस्ति अनियोगिता उत्तमम् अनियोगिता अस्ति तावदेव इदानीं स्पष्टं वा तत्र भ्रमः मास्तु अनियोगी इति तत्र किमपि सम्बन्धः नास्ति तत्र द्वयोः अर्थयोः तत्र सम्बन्धः किमपि नास्ति केवलं तत्र तादृशशब्दः अस्ति यस्य भिन्न संस्कृते किञ्चित् अधिकम् एव तादृश अधिकाः शब्दाः वर्तन्ते तादृशशब्दाः परन्तु अन्यभाषासु अपि अस्ति खलु आङ्ग्लभाषायाम् अपि बहवः शब्दाः तथा अस्ति यस्य सम्बन्धः एव नास्ति परन्तु भिन्नभिन्न अर्थाः अस्ति तथैव तत्र अनियोगी इति पदस्य अर्थद्वयमस्ति न्यायशास्त्रे प्रायः अपरशास्त्रे इतोपि अधिकं स्यात् अहं न जाने परन्तु न्यायशास्त्रे तत्र अभावनिष्ठविरोधः इति एकः अर्थः अस्ति अधिकरणम् इति अपरार्थः अस्ति स्पष्टम् उत्तमं तर्हि सुमलता भगिनी भवती अग्रे पठति वा आं भगिनि एतां च अधिकरणतारूपम् अनियोगितामादाय भेदात् अत्यन्ताभावयोः वैलक्ष्यं सम्प्रदाये इत्थं वर्णयन्ति इत्युक्ते अधिकरणतारूपम् अनियोगिताम् आदाय अनियोगिता इत्युक्ते अधिकरणम् इति अपि अर्थः अस्ति इति वयं दृष्टवन्तः अभावस्य विषये अपि अनियोगिता आगच्छति भेदः तत्र एकक्षणं भगिनी, तत्र भेदः इत्युक्ते तत्र भेदात् अत्यन्त अभावयोः इति अस्ति खलु, तत्र भेदः इत्युक्ते कः? भेदः इत्युक्ते स्वरूप कथं जानीमः, तत्र भेद तत्र भेद अत्यन्त अभावयोः इति अस्ति. भेदात् न क्षम्यताम् अहम्. एतां च अधिकरणतारूपं भेद अत्यन्त अभावयोः वैलक्षण्यं. वैलक्षण्यम् इत्युक्ते विलक्षणं, कथं वा लक्षणं भिद्यति इति. भिद्यति सत्यं. तर्हि तत्र भिन्नता भेद अत्यन्त अभावयोः भिन्नता इदानीं वक्तुं शक्नुमः इति अस्ति. भेदः इत्युक्ते कः अत्र? रामप्रिया भगिनी भवती वक्तुं शक्नोति वा? रूपभेदं वा कथम् उपयोगं कुर्मः? अधिकरणतायाः भेदं वा? अत्यन्त अभावः इति अस्ति, भेदः अत्यन्त अभावः, द्वयोः भिन्नता स्थापयितुं शक्नुमः. तत्र अनियोगिता अनियोगितायाः अधिकरणता इति अर्थं स्वीकृत्य, आदाय इत्युक्ते स्वीकृत्य, भेद अत्यन्त अभाव एतत् द्वयोः भिन्नता स्थापयितुं शक्नुमः इति एव अस्ति. तत्र भेदः इत्युक्ते कः? अन्य कोऽपि वक्तुं शक्नोति वा? वयम् अद्यापि चर्चितवन्तः आश्रयः. घटः पटो न इति वाक्यस्य वाक्यात् वयं किम् अवगन्तुं शक्नुमः? सम्बन्धः, अन्योन्य अभावः. अन्योन्य अभावः, अन्योन्य अभावस्य अपरनाम अस्तु. अत्र पूर्वस्मिन् परिच्छेदे अन्तिम अयमेव च भेदः अन्योन्य अभावः इति अभावविभागे चतुर्थः निर्दिष्टः. तर्हि अन्योन्य अभावः इत्युक्ते भेदः, भेदः इत्युक्ते अन्योन्य अभावः. तर्हि तत्र अन्योन्य अभाव अत्यन्त अभावयोः भेद तयोः भिन्नता अनियोगिता इति अनियोगितायाः अधिकरणम् इति अर्थं स्वीकृत्य कर्तुं शक्नुमः इति एव अस्ति अत्र. स्पष्टं वा? अन्योन्य अभावस्य अत्यन्त अभावस्य पुनः अन्योन्य अभावस्य तयोः मध्ये अनियोगिता इति निरूपणं वा भगिनि? तथा न, तयोः मध्ये यथा भवती उक्तवती तयोः मध्ये इदानीम् अस्माकं विषयः कः? अनियोगिता इति शब्दस्य अपरार्थः अस्ति अधिकरणता इति खलु. तर्हि तत्र अधिकरणता इति रूपं इति अर्थं स्वीकृत्य, अनियोगितायाः अर्थं स्वीकृत्य तयोः भेदः कर्तुं शक्नुमः इति एव. कथं कर्तुं शक्नुमः इति अग्रे आगच्छति, परन्तु तत्र आशयः तदेव. अत्र भेदः अपि नानार्थः खलु अत्र. सत्यं, किमर्थं? क्षम्यतां, पुनः वदतु भगिनि. भेदः इति पदस्य अपि नानार्थम् अस्ति खलु अत्र. अन्योन्यभावः इत्युक्ते भेदः, तदेव अर्थः खलु. तत्र नानार्थः इति न, भेदः इति शब्दस्य पारिभाषिकशब्दः शब्दः अस्ति अन्योन्यभावः इति. ओ तत्र तयोः तयोः भिन्नता वयं तत्र अधिकरणम् इति अर्थं स्वीकृत्य अनियोगिता इति शब्दस्य अधिकरणता इति अर्थं स्वीकृत्य तयोः मध्ये भिन्नता स्थापयितुं शक्नुमः इति एव अस्ति तत्र कथनस्य आशा एवम् अवगतम् अस्तु अस्तु समयः जातः तर्हि अत्र अद्य समापयामः प्रायः एतत् परिच्छेदः पुनः पठित्वा अग्रे सरामः आगामिकक्षायां अस्तु सर्वेषां नमस्कारः धन्यवादः धन्यवादः धन्यवादः धन्यवादः